नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति भुवादिगणः इति विषयः अनुवर्तते। तत्र अन्ते कश्चन भागः अस्ति, तं पठित्वा वयं समापयामः। ततः परं किञ्चित् तत्र मातुः पुस्तकात् एकवारं पुनस्मारणत्वेन किञ्चित् दृष्ट्वा दिवादिगणं प्रति गन्तुं शक्नुमः। तर्हि अत्र भुवादिगणे सामान्यदातवः सन्ति, यत्र विशेषकार्याणि न सन्ति। तत्पश्चात् केचन धातवः विशिष्टदातवः सन्ति, येषां कृते विशिष्टसूत्राणि सन्ति, यैः सूत्रैः धात्वादेशाः क्रियन्ते। तस्मिन्नेव क्रमे अस्माभिः अपि अधीतं केचन धातवः मूलतः भुवादिगणे एव सन्ति, परन्तु तेभ्यः विकल्पेन अन्यविकरणप्रत्ययः अपि विधीयते। तदर्थं विशिष्टं सूत्रमस्ति, येन सूत्रेण तत्र विकल्पेन श्यन् प्रत्ययः अथवा अन्य कोऽपि प्रत्ययः भवति, येन रूपद्वयं लभ्यते। एकं तु शप्रत्ययं, शप्रत्ययसहितरूपम्, अन्यत् रूपं तु श्यन् अथवा अन्यविकरणप्रत्ययसहितरूपम् इति रूपद्वयं, तत्र विशिष्टसूत्राणि। तस्मिन् क्रमे अस्माभिः दृष्टं यत् तत्र सप्तधातवः सन्ति, येभ्यः तत्र सन् प्रत्ययः विधीयते इति अपि अस्माभिः चर्चितं। तत्र सूत्रद्वयं दृष्टमासीत्, कुप्तिच्किभ्यः सन्, अनन्तरं मानपददानशान्व्यो दीर्घश्चाभ्यासस्य इत्याभ्यां सूत्राभ्यां सन् प्रत्ययः मूलतः विधीयते। तत्पश्चात् तत्र नूतनधातुः लभ्यते, तस्मात् तत्र शप्रत्ययः विधीयते इति चर्चितम्। तदनन्तरं गुपु दूपु इच्छपणिपणिभ्यः आयः इति सूत्रेण एतेभ्यः परिगणितेभ्यः धातुभ्यः अयप्रत्ययः आयाति इति उक्तं। तत्र अत्र विशेषः कः इति चेत्, सन् प्रत्ययः भवतु आयप्रत्ययः भवतु, तेषां विशेषः अर्थः नास्ति, धातोः एव विशेषः अर्थः, प्रत्ययस्य विशेषतया अर्थः नास्ति इति अपि चर्चितम्। तस्मिन्नेव तत्र अग्रे तत्र कं धातुः, कमु कान्तौ इति धातोः विषये अपि दृष्टं। तत्रापि स्वार्थे णिङ् इति प्रत्ययः भवति, णिङ् कमेर् णिङ् इति सूत्रेण णिङ् इति प्रत्ययः भवति। तत्र णिङ् प्रत्ययस्य योजनानन्तरं नूतनधातुः लभ्यते, तत्पश्चात् तत्र शप्रत्ययस्य विधानं भवति, कामयते इति रूपं लभ्यते। तदनन्तरं तत्र दिवादिगणीयः इव श्यन् इति विकरणम् इति तत्र आरभे पठामः। वा, ब्राश्, ब्लाश्, भ्रमु, क्रमु, क्लमु, त्रसि, त्रुट, त्रुटि, लषः इत्यस्मात्। लक्ष्मी भगिनी आरम्भं करोति वा? आं भगिनी, पठामि। दिवादिगणीयः इव शन् इति विकरणं, वा, भ्राश, भ्राश, भ्रमु, क्रमु, क्लमु, त्रसि, त्रुटि, लषः। भ्राश्, भ्राश्, भ्रमुचलने क्रम, क्लम, त्रस्, त्रुट्, लष् एतेभ्यः शन् विकल्पेन भवति कर्तृत्तके प्रत्ययपरे। भ्राश्च, भ्राश्च, भ्रमुश्च, क्रमुश्च, क्लमुश्च, त्रसिश्च, त्रुटिश्च, लश्च तेषां समाहारद्वन्द्वः। भ्राश, भ्राश, भ्रमु, क्रमु, क्लमु, त्रसि, त्रुटि, लश्च तस्मात्। भ्राश, भ्राश, भ्रमु, क्रमु, क्लमु, त्रसि, त्रुटि, लशः। वा इति अव्ययपदम्। भ्राश, भ्राश, भ्रमु, क्रमु, क्लमु, त्रसि, त्रुटि, लषः पञ्चम्यन्तं द्विपदमिदं सूत्रं। दिवादिभ्यः शन् इत्यस्मात् शन् इत्यस्य अनुवृत्तिः, कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातुरेखाचोहलादेक्रियासमभिहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। भ्राश, भ्राश, क्रमु, क्रमु, क्लमु, त्रसि, त्रुटिलशः धातुभ्यः शन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके। अत्र केचन धातवः भ्राश, भ्राश, भ्रमु, क्रम, क्लम, त्रस्, त्रुट्, लश् एते धातवः, तेभ्यः शन् इति विकर्णप्रत्ययः विकल्पेन भवति यदा कर्तृत्तकः प्रत्ययः परे अस्ति चेत् इति एतस्य सूत्रस्य अर्थः. अत्र निमित्तमस्ति सार्वधातुके, कर्तरि सार्वधातुके इति. अतः कर्तरि कर्तृतकः अपि भवेत् परे, सः प्रत्ययः सार्वधातुकः प्रत्ययः अपि परे भवेत्. तस्मिन् सन्दर्भे एव एतेभ्यः धातुभ्यः शन् इति विकर्णप्रत्ययः विकल्पेन भवति, अतः रूपद्वयं भवति. केचन धातवः भ्वादिगणे सन्ति, तेषां रूपं रूपद्वयं शप् प्रत्ययस्य योजनेन, अनन्तरं श्यान् प्रत्ययस्य योजनेन च. अनन्तरं दिवादिगणीयः धातवः अपि सन्ति मध्ये, तेषां शन् पुनः शप् इति विकर्णप्रत्ययः द्वय, तत्रापि रूपद्वयं भवति. अत्र अन्यत् एकक्षणं, केचन धातवः दिवादिगणे सन्ति, के ते? क्लमु, क्लमु धातुः, अनन्तरं त्रस्, द्वे द्वौ धातौ दिवादिगणीयः. क्रमु दिवादिगणे अस्ति वा? क्लमु, क्लमु, क्लम, क्लम धातुः, क्लम् धातुः अस्ति वा? हा, क्लम् त्रस् धातौ दिवादिगणीयः. अनन्तरं सूत्रे त्रसि त्रुटि, अत्र इक् प्रत्ययस्य, इक् प्रत्ययः योजितः अस्ति. इक्ष्टिपौ निर्दिष्टे इत्यनेन, धातुनिर्दिष्टे इत्यनेन, इक्ष्टिपौ धातुनिर्दिष्टे इत्यनेन इक् प्रत्ययः योजितः, अतः इकारः श्रूयते. अन्यत्र उपदेशावस्थायामेव अस्ति धातवः. तावदेव अस्ति खलु भगिनी, अन्यत् किमपि वक्तव्यं वा? न, समीचीनम्. इत्युक्ते तत्र द्वौ धातु दिवादिगणे कौ तौ? क्लमु, त्रस्, त्रस् धातु, त्रस्. तर्हि तत्र दिवादिगणे एव मूलतः अस्ति चेत् अत्र तु शन् भवति, तत्रापि हा शन् भवति, शप् अपि भवति. शप् इति प्रथमतया विकल्पेन शप् भवति, सत्यम्. ये धातवः मूले एव दिवादि भुवादिगणे सन्ति तेषां तु डिफाल्ट्तः शप् भवति, विकल्पेन शन् भवति. हा, सत्यं खलु? तर्हि तत्र विकल्पेन विकरणप्रत्ययविधानार्थं विशिष्टसूत्रं कृतम् एतेभ्यः धातुभ्यः. मूले धातु धातुः भुवादिगणे अस्ति चेत् तदानीं विकल्पेन शन् भवति, धातुः दिवादिगणे अस्ति चेत् विकल्पेन शप् भवति. अस्तु, तावदेव अस्ति, अन्यत् किमपि नास्ति अत्र. अत्रापि निमित्तमस्ति कर्तरि सार्वधातुके, अतः कर्तरि सार्वधातुके, कर्तरार्थे सार्वधातुक इत्युक्ते सार्वधातुकप्रक्रियायामेव इदं सूत्रं कार्यं करोति. इदानीं तत्र ब्राष् धातुतः तप्रत्ययः अस्ति चेत् तत्र अस्य सूत्रस्य चिन्तनं न कार्यम्, यतोहि तत्र तु अर्धधातुकप्रक्रिया अस्ति, खलु? अत्र अग्रे पठतु. तत्र अग्रे पठतु, टु टु ब्राश् दीप्तौ. नमस्ते भगिनि, विजयलक्ष्मी. नमस्कार भगिनि. टु ब्राश् दीप्तौ प्रकाशते, भ्राश् योग शप् न चेत् शन्, भ्राश न चेत् भ्राश्य इति अङ्गं, भ्राशते न चेत् भ्राश्यते इति रूपद्वयम्. तुभ्राश्र दीप्तौ प्रकाशते, भ्राश शप् शन्, भ्राश भ्राश्य, भ्राश्यते भ्राश्यते. भ्रमुचलने भ्रमणं करोति इति अर्थः. भ्रमयोग शप् न चेत् शन्, भ्रम भ्रम्य, भ्रमति भ्रम्यति. क्रमु पादविक्षेपे पादाभ्यां चलति इति अर्थः. क्रमयोग शप् न चेत् श्यन्, क्रमः परस्मैपदेषु इत्यनेन अत्र क्रमा क्रामा क्राम्य क्रम्य च, क्रमते क्रम्यते, क्रामति क्राम्यति इति चत्वारि रूपाणि. क्लमु ग्लानौ श्रान्तः भवति, क्लमु योगशप् न चक्ष्यन्, ष्टिवु क्लमु च क्षम्यतां, ष्टिवु क्लमु चमांशिति, क्लाम क्लाम्य, क्लामति क्लाम्यति, त्रस भयेन कम्पते, त्रस् योग शप् शन्, त्रस् त्रस्य त्रसति त्रस्यति, लशकान्तौ इच्छति इति अर्थः. लश क्षम्यता, लश् योग शप् शन्, लश लश्य, लशति लशते, लश्यति इति रूपाणि. अत्र किमपि वक्तव्यं वा भगिनि? अथवा न न अत्र हा तत्र रूपद्वयं सम्भवति इति वयं द्रष्टुं शक्नुमः. शप् अपि अस्ति, शन् अपि अस्ति, तत्र कुत्रापि अङ्गकार्यस्य प्रसङ्गः नास्ति. इदानीं क्रमु इत्यस्य विषये विशेषः अस्ति, क्रमु पादविक्षेपे इत्यत्र विशेषः अस्ति, तत् पश्यामः. परन्तु अन्यत्र कुत्रापि विशेषः विशिष्ट अङ्गकार्यं किमपि नास्ति, केवलं योजनमेव खलु. एकः अत्र एकः तुदादिगणीयः अपि अस्ति, तृप्त् इति, तत्र न दत्तं सूत्रे अस्ति, तत्तु तुदादिगणे पश्यामः इति कृत्वा न दत्तम् इति चिन्तयामि. कुत्रापि दृष्टवती मया किं भ्रम्यति, भ्रमुधातोः भ्राम्यति इति रूपम् अस्ति खलु? आं भ्राम्यति इति तत्र तु निजन्तरूपं खलु, प्रायः भ्राम्यतः भ्राम्यन्ति, भ्रम् धातोः निच् योजयामः चेत् भ्राम् भवति खलु. तत्र अमन्तः अस्ति इति कृत्वा पुनः भ्रमेव भवति वा इति, अत्र भ्रम् इत्यस्य कश्चन विशेषः अस्ति. न भ्रम् धातु चतुर्थे गणे अपि अस्ति, तत्र भ्राम्यति इति अस्ति. चतुर्थगणे अस्ति वा? भ्राम्यति भ्रमति इति रूपद्वयम्, प्रथमे गणे भ्रमति भ्रम्यति इति अस्ति. हा हा हा, तत्र तत्र विशिष्टसूत्रमस्ति भगिनि, शमामष्टानां दीर्घः इत्यनेन तत्र भ्राम् धातुः, तत्र भ्रम् धातोः दीर्घत्वं भवति. अस्तु, तत्तु तत्तु दिवादिगणे वयं पश्यामः, तत्र सूत्रमस्ति शमामष्टानां दीर्घः इत्यनेन भ्राम्यति इति. इदानीं वयं यत् पठन्तः स्मः तत्तु भुवादिगणस्य भ्रम् इति वा? आम् सत्यम्, भुवादिगणीय भ्रम दातुम्. अत्र व्याख्यानेषु भ्रमुचलने इति धातुः अत्र, तत्तु भ्रमु अनवस्थाने इति धातुः अस्ति खलु, दिवादिगण्यधातुः. अत्र तु अस्मिन् सूत्रे भ्रमु चलने इति धातुः. हा सत्यम्, अनवस्थाने. अस्तु, तर्हि इदानीं क्रमु धातोः विषये विशिष्टसूत्रद्वयं चिन्तनीयम्. क्रमु पादविक्षेपे इत्यस्य अत्र सूत्रं पठति वा भगिनि विजयलक्ष्मी भगिनि? पठामि भगिनि. कमे लिङ् इति सूत्रे धातु कमु वा कमी वा? कमु कमु कमु कान्तौ. किमर्थं कमेः हरिसप्तम्बत् अस्ति? कमेः कमे लिङ् भवती वदतु किमर्थमस्ति इति भवती वदतु. कमी अस्ति चेत् कमेः भवति. कमी कथं हरिशब्दवत् कमी कथं भवति? लिङ् प्रत्यय प्रत्ययः ओ कम् योगः इक् कमी कमी अस्तावदेव. अस्तु भगिनी विजयलक्ष्मी. अवगतं खलु? कं धातुतः इक् प्रत्ययं योजयामः चेत् कमी इति प्रातिपदिकं लभ्यते, तस्य षष्ट्यन्तं रूपं कमेः. कमेः क्रमः परस्मैपदेषु क्रम धातुरूपी अङ्गस्य अचः दीर्घत्वं परस्मैपदे शिति परे. क्रमः षष्ट्यन्तं परस्मैपदेषु सप्तम्यन्तं द्विपदमिदं सूत्रम्. ष्टिवुक्लमुचमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः वचनपरिणामं कृत्वा शित्सु. शमाम् अष्टानां दीर्घः श्यनि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं क्रमः अङ्गस्य अचः दीर्घः षित्सु परस्मैपदेषु. द्विपदम् इदं सूत्रं क्रमः परस्मैपदेषु इति अत्र क्रम धातोः षष्ट्यन्तरूपं क्रमः इति परस्मै पदेषु इति सप्तम्यन्तं परस्मैपदी इति पदस्य सप्तम्यन्तं सप्तमी बहुवचनान्तम्. ष्टिवु क्लमु चमां शिति इति सूत्रेण शिति इत्यस्य अनुवृत्ति परन्तु अत्र शित्सु इति आवश्यकं सप्तम्यन्तम् आवश्यकम् आसीत् अतः वचनविपरिणामः कृत्वा शित्सु इति भवति. क्षमाम् अष्टानां दीर्घ शनि इत्यत्र दीर्घः इति पदस्य अनुवृत्तिः अचश्च इत्यस्य परिभाषासूत्रेण अत्र दीर्घः इति यदा आयाति तदा अचश्च इति पदं स्वयमेव आगत्य उपस्थितं भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसम्पूर्णसूत्रं क्रमः अङ्गस्य अचः दीर्घः षित्सु परस्मैपदेषु इत्युक्ते क्रम धातुरूपी अङ्गस्य तस्य किम् अर्थम् इति तु सम्यक् न जानामि. उपसर्गरहितात् क्रम धातोः इति वा? न न, क्रम धातुरूपी अङ्गस्य इत्युक्ते तत्र साक्षात् धातुः अस्ति, तत्र धातुः अपि अस्ति अङ्गमपि अस्ति इत्युक्ते प्रत्ययस्य योजनं न जातम् एतावता तादृशसन्दर्भे. इत्युक्ते क्रम धातोः साक्षात् अनन्तरं षित् प्रत्ययः स्यात्. तर्हि इदानीं कथं क्रम धातुतः आयाति चेत् अङ्गस्य धातु अङ्गम् अङ्गसंज्ञा अस्ति वा तत्र? क्रमयोगः शप् क्रम इत्यस्य अङ्गसंज्ञा अस्ति वा? अस्ति. धातुसंज्ञा अस्ति वा? अस्ति. प्रायः धातुः अपि अस्ति अङ्गः अपि अस्ति खलु अङ्गमपि अस्ति खलु? अस्तु. अतः क्रम धातोः अङ्गस्य परे षित्सु परस्मैपदी किं भवति प्रत्ययः अचः दीर्घः किं कुत्र क्लेशः पदेषु अत्र अचः दीर्घः षित्सु परस्मैपदेषु अत्र परस्मैपदी प्रत्ययः आदौ पदी प्रत्यय आदौ दीर्घः अच् भवति इति वा? क्रम धातोः अच् वर्णस्य दीर्घत्वं भवति षित् प्रत्यये परे. क्रम धातोः अच् वर्णस्य क्रम धातोः यः क्रम धातुः अस्ति अङ्गमपि अस्ति यतोहि षित् इति प्रत्ययः परः अस्ति इति कृत्वा अङ्गसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति अतः एव धातुरूपी अङ्गम् इति उक्तम्. परन्तु षित् कुतः आयाति? ओ षिति षित् प्रत्ययः षित् प्रत्ययः क्रम् धातुतः यदा षित् प्रत्ययः विधीयते तदा तस्य दीर्घत्वं भवति इति वा? हा तावदेव, क्रम् धातुतः यदा षित् प्रत्ययः परः अस्ति तदानीं क्रम् धातोः दीर्घत्वं भवति परस्मैपदेषु एव, इत्युक्ते परस्मैपदविषये एव भवति. यदा षित् प्रत्ययस्य अनन्तरं तिङ् प्रत्ययः परस्मैपदसंज्ञकः अस्ति चेदेव भवति, आत्मनेपदसंज्ञकप्रत्ययः अस्ति चेत् तदानीं न भवति. क्रम् उभयपदि वा? क्रम् धातुः तत्र वस्तुतः परस्मैपदी एव, परन्तु क्रम् धातुः मूलतः परस्मैपदी एव, परन्तु तत्र सूत्रमस्ति. क्रम् धातुः बहु विशिष्टः अस्ति, तत्र बहूनि सूत्राणि सन्ति. तत्र अनुपसर्गात्वा इति सूत्रेण अग्रे यद् उक्तं तत् पठतु. अनुपसर्गात्वा उपसर्गरहितात् क्रम् धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति. उपसर्गरहित सहितः चेत् संक्रामति, उपसर्गरहितः भवति चेत् क्राम्यते इति वा? क्रामते, क्रामते. अतिक्राम तदपि क्राम वा? अति किम् अव्ययीभावसमासे किमपि पठितवन्तः खलु, अतिक्रान्तः तत्तु अतिक्रान्त न अतिक्रान्त प्रादिसमासे अस्ति. अतिक्रान्तिम् अनतिक्रमणे इत्यस्मिन् अपि सङ्क्रामति. क्राम् इत्युक्ते किम्? क्रम् इति तत्र पादविक्षेपे इति उक्तं खलु, पादाभ्यां चलनं, चलनस्य विषये, चलनस्य विषये. अस्तु, सूत्रस्य अर्थः अवगतः खलु? हा, क्रम् धातोः अङ्गरूपी धातोः यदा षित् विधीयते परस्मैपदी तिङ् प्रत्ययः यदि यदा आयाति तदा एव, यदा षित् विधीयते तदा षित् प्रत्ययस्य अकारस्य दीर्घत्वं भवति इति एव खलु? तावदेव. तत् सिम्पल् लेङ्ग्वेज् दत्वा एवमेव बहु क्लिष्टकरम् अस्ति. सिम्पल् एव अस्ति, इतोपि सिम्पल् न भवति भगिनि. वृत्तिं पठति चेत् इतोपि क्लिष्टकरं भवति. अत्र सिम्पल् एव अस्ति, किमपि क्लेशः नास्ति. अत्र क्रम् धातुरूपी अङ्गस्य अचः दीर्घत्वं भवति परस्मैपदे शिति परे तावदेव, किमपि नास्ति. अत्र धातोः दीर्घत्वं भवति शित् प्रत्यये परे इति उक्तं, तावदेव. तर्हि धातुरूपु षित्तु एकमेव खलु? किं षित्सु इति किमर्थं परस्मैपदेषु इति बहुवचने अस्ति इति कृत्वा षित्सु? हा, इति कृत्वा षित्सु इति उक्तं. षित्सु इति तत्र षित् इति षित् प्रत्ययः एकः एव इति कथं वदति? तत्र बहवः षित् प्रत्ययः सन्ति खलु. हा, सत्यम्. अहं षित्सु यदा उक्तवती अत्र मम पतिः वदति डाग् नेम् इति. तर्हि अत्र सूत्रार्थः अवगतः खलु? तत्र क्रम् धातोः प्रश्नः वदतु. इदानीं परस्मैपदीरूपम् इति वदामः चेत् तत्र शत्र अपि भवितुं शक्नोति किम्? शत्र इत्यत्र तदेव अहं वक्तुम् इष्टवती. शत्रन्तरूपम् अस्ति चेत् तत्र अत्र भवती एव वदतु, तत्र धातोः अनन्तरं शत्रुप्रत्ययः भवति वा साक्षात् अनन्तरम्? न, तत्र शप् आयाति खलु, तत्र परस्मैपदी इति इच्छा अस्ति, अनन्तरं शप् आयाति खलु. हा, शप् आयाति, अतः तत्र धातुरूपि अङ्गं न दृश्यते तत्र. किमर्थं शपयति? पठ् योगः शत्रु शत्रु तत्र शकारः अस्ति अवश्यते पठ न न किन्तु शत्रुषित् अस्ति अतः इदानीं शकारः अपगच्छति. न न इदानीं विजयलक्ष्मी भगिनी वदतु किमर्थं शपयति इति भवतेव चिन्तनं करोतु. पठ्योगः शत्रु इदानीं किं जायते? पठ्योगः शत्रु अत्र शत्रुतः शकारः लशक्व तद्धिते इत्यनेन अपगच्छति तस्य लोपः. अस्मात् पूर्वं न न एकक्षणं भगिनी श्रुमन् भगिनि एकक्षणम् एकक्षणं पट्योगः शत्रु भगिन्याः तत्र भ्रमः अस्ति. अत्र पट्योगः शत्रु इत्यत्र किम् अवशिष्यते? अत्र अत् इति अवशिष्यते खलु. तर्हि इदानीं शत्रु इति प्रत्ययः कीदृशप्रत्ययः? अचः अस्ति आदौ. न न परन्तु कीदृशप्रत्ययः? सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा कीदृशप्रत्ययः कस्मिन् अर्थे भवति? सार्वधातुकप्रत्ययः. कस्मिन् अर्थे भवति? कर्तरार्थे भवति. कर्तरार्थे भवति सार्वधातुकप्रत्ययः अस्ति. तर्हि किं भवति तत्र? तत्र शप् विधीयते. अस्तु शप् विधीयते खलु. आम् आम् अतः साक्षात् शत्रुप्रत्ययः अस्ति चेत् तत्र शत्रुप्रत्ययं निमित्तीकृत्य क्रमधातोः दीर्घत्वं न भवति. इत्युक्ते तत्र शप्रत्ययं निमित्तीकृत्य भवति. अतः शत्रन्तरूपम् अस्ति चेत् शप्रत्ययं निमित्तीकृत्य भवति दीर्घत्वं, न तु शत्रुप्रत्ययं निमित्तीकृत्य. अवगतं खलु? अवगतं किञ्चित् किञ्चित्. अस्तु अस्तु तर्हि तत्र सुमन् भगिनी अपि अवगतं खलु? क्षम्यतां भगिनि, आम् अवगतवती. अत्र अधिकध्वनिः अस्ति अतः म्यूट् कृतवती. अस्तु अस्तु नास्ति चिन्ता. तर्हि अत्र क्रमः परस् मम कश्चन प्रश्नः भगिनि. अत्र षित्सु परस्मैपदेषु इति वदामः चेत् षित्सु परेषु अथवा परस्मैपदेषु परेषु इति अर्थः वा? द्वयोः निमित्तद्वयम् अस्ति वा अत्र अथवा एकमेव निमित्तं पश्यति वा? इत्युक्ते षित्सु परस्मैपदेषु इति तनयोः कीदृशसम्बन्धः इति वा? भगिनि परस्मैपदेषु इति उक्तत्वात् आत्मनेपदस्यापि ग्रहणं भवति खलु. प्रतिपादयतु. तङानाम् आत्मनेपदं तु अनन्तरमेव आयाति. आदौ तु परस्मैपदी इति एव नामकरणं खलु सर्वेषां प्रत्ययानां. न सर्वेषां प्रत्ययानां नामकरणं तु परस्मैपदी एव, परन्तु तत् बाधितमस्ति खलु आत्मनेपदी प्रत्ययानां बाधितमस्ति खलु. हा अस्तु अस्तु. अनन्तरं तङ्गानाम् आत्मनेपदम् इति उक्तत्वात् परस्मैपदी केवलं नवानामेव. अस्तु भगिनी, अहं परस्मैपदेषु प्रत्ययेषु परे इति वदामः चेत् अत्र नवप्रत्ययाः एव भवन्ति खलु? तत्र न कोऽपि षित् नास्ति अथवा अत्र निमित्तद्वयमेव भवति वा अथवा खलु? न न अत्र अत्र कथम् अवगन्तव्यम् इत्युक्ते यद्यपि तत्र षित् इत्युक्ते तत्र षित्सु इति तत्र बहुवचने उक्तं, यतोहि परस्मैपदेषु इति बहुवचने अस्ति इति कृत्वा तथा उक्तं. तर्हि तत्र कथम् अवगन्तव्यम् इति चेत् यत्र तत्र आत्मनेपदी परस्मैपदी रूपम् इत्यस्य विषये चिन्तनं कुत्र भवति? अत्र तिङ्प्रत्ययस्य विषये एव भवति खलु प्रायेण, नो चेत् चतुप्रत्ययः शानच् प्रत्ययः इत्यनयोः विषये भवति. तर्हि अत्र यद्यपि षित्सु परस्मैपदेषु इति उक्तत्वात् तर्हि यत्र षित् प्रत्ययः यत्र तिङ्प्रत्ययः परस्मैपदसंज्ञकप्रत्ययः अस्ति तादृशप्रत्ययं निमित्तीकृत्य यत्र षित् प्रत्ययः अस्ति तत्र भवति इत्यर्थः. इत्युक्ते क्रम इति धातोः अनन्तरं षित् परे न चेत् परस्मैपदिप्रत्ययः परे प्रत्यये परे द्वयमपि भवेत्. द्वयमपि भवेत् अस्तु. इत्युक्ते तत्र अत्र क्रमयोगः ते इति प्रत्ययः अस्ति चेत् तदानीं दीर्घत्वं न भवति. न भवति, आत्मनेपदिप्रत्ययः अस्ति इति कारणात् इति कृत्वा न भवति. यद्यपि तत्र षित् प्रत्ययः अस्ति तथापि न भवति, क्रमते इति रूपं भवति तत्र. भवती समानतया समानतया शत्रुप्रत्ययः समानता भवति. यदि शप् अस्ति शत्रु तर्हि काम्यन्, परन्तु यदि आत्मनेपदी अस्ति किञ्चित् कथञ्चित् बाधक भवति तत्र क्रममाणः भवति, क्रममाणः शान च भवति. यथा अत्र क्रमते भवति, क्रामते न भवति. न अवगतं, किं वक्तुमिच्छति? यदि वयं शत्रु वा शान च सम्बन्धे वदामः तर्हि शत्रु यदि भवति शपायति तर्हि तिरिघत्रुं भवति, तद् अथ क्राम्यन् भवति, क्राम्यन् परन्तु शान च यदि वदामः तर्हि आत्मनेपदी आयाति तर्हि क्रममाणः भवति. सत्यं सत्यं सत्यं, समीचीनं भगिनी. अत्र अचः दीर्घः इति रेफात् अनन्तरम् अकारस्य विषये वा? अतः तावदेव तावदेव, एकः एव अच् अस्ति खलु तत्र क्रम्धातोः एकः एव अच् अस्ति. तर्हि तत्र दीर्घः इति शब्दः अस्ति इति कृत्वा सूत्रे शमामष्टानां दीर्घः इत्यस्मात् दीर्घः इति पदमस्ति इति कृत्वा कस्य दीर्घत्वम् इति चेत् तत्र अच्वर्णस्य दीर्घत्वम्, अच् अङ्गे यत् अच्वर्णः, यः अच्वर्णः अस्ति तस्य दीर्घत्वं. तर्हि क्रम्धातोः एकः एव अच्वर्णः, तस्य दीर्घत्वम्. क्रमः परस्मैपदेषु इति सूत्रेण क्रमधातोः क्रमकान्तौ इति धातोः यः अच्वर्णः अस्ति तस्य दीर्घत्वं भवति. कदा भवति? यदा षित् प्रत्ययः परः अस्ति परस्मैपदसंज्ञक परस्मैपदविषये, इत्युक्ते तत्र तिङ् प्रत्ययः परस्मैपदे भवति चेत् तदानीं दीर्घत्वं भवति. अनन्तरम् अनुपसर्गात्वा इति सूत्रेण उपसर्गरहितः क्रम् धातुः विकल्पेन तत्र आत्मनेपदसंज्ञकप्रत्ययमपि प्राप्नोति. अतः क्रम् योगः ते इति अपि भवति, क्रम् योगः ति इति अपि भवति. उपसर्गरहितः अस्ति चेत्, उपसर्गसहितः अस्ति चेत् परस्मैपदी एव भवति, यथा सङ्क्रामति इति रूपम्. तर्हि इदानीं तत्र परिशीलयतु भवती एव, तत्र क्रमोपादविक्षेपे इत्यत्र परिशीलयतु रूपाणि कानि इति. पादविक्षेपे क्रामति, क्रामतः क्रामन्ति इति अस्ति. अनन्तरं क्राम्यति, क्राम्यतः क्राम्यन्ति इत्यपि अस्ति. कथं भवति क्रामति इति तु इदानीं यत् वयं दृष्टवन्तः तदेव खलु? क्रमः परस्मैपदेषु इति सूत्रेण, परन्तु उपसर्गः तु नास्ति. तथापि क्रामति, क्रामति इति न. अत्र पश्यतु अत्र सूत्रद्वयमस्ति. एकमस्ति वाब्राश् ब्लाश् भ्रमु क्लमु क्रमु क्लमु त्रसि त्रुटि लशः इति सूत्रं, तत्र क्रमु इति सूत्रम् इति धातुः अपि उल्लेखितः अस्ति. अतः विकल्पेन ष्यन् भवति, तर्हि क्रम् धातुतः शप् भवति एकवारं, विकल्पेन ष्यन् भवति. इदानीं शप् भवति इति चिन्तयामः. क्रम् योगः शप् योगः ति, मूलतः अयं धातुः परस्मैपदसंज्ञकः अस्ति इति कृत्वा ति इति प्रत्ययः भवति. क्रम् योगः शप् योगः ति. इदानीं तत्र क्रमः परस्मैपदेषु इति सूत्रेण क्रम् धातोः दीर्घत्वं भूत्वा क्राम् योगः शप् योगः ति, अतः क्रामति इति रूपम् एकं रूपं लभ्यते शप्रत्ययं स्वीकृत्य. इदानीं विकल्पेन श्यन् प्रत्ययः भवति वा ब्राश् प्रथमं. एकक्षणं तर्हि तत्र वा ब्राश् ब्लाश् भ्रमु क्लमु इति सूत्रे विकल्पेन श्यन् भवति इति कृत्वा एकवारं श्यन् भवति, तर्हि क्रमयोगः श्यन् योगः ति. इदानीमपि पुनः क्रमः परस्मैपदेषु इत्यनेन दीर्घत्वं भवति, अतः क्राम् योगः श्यन् योगः ति क्राम्यति इति रूपं. तर्हि क्रामति क्राम्यति इति रूपद्वयं लभ्यते. यतोहि इदानीम् उपसर्गरहितः अस्ति इति कृत्वा विकल्पेन आत्मनेपदसंज्ञकप्रत्ययः अपि भवति, अतः क्राम् योगः शप् योगः ते. पुनः दीर्घत्वं भवति, परस्मैपदिप्रत्ययः न आत्मनेपदिप्रत्ययः अस्ति इति कृत्वा दीर्घत्वं न भवति, अतः क्रम् योगः शप् योगः ते, तत्र क्रमते इति रूपम्. विकल्पेन श्यन् भवति इति कृत्वा क्रम् योगः श्यन् योगः ते, अतः क्रम्यते इति रूपम्. यत्र आत्मनेपदिप्रत्ययः अस्ति तत्र दीर्घत्वं न भवति, तावदेव. वदतु इदानीं प्रथमं कर्तरि शप् प्रथमं तिङ्क्षित् सार्वधातुकम् इत्यनेन तिप् आयाति, अनन्तरं कर्तरि शप् इति सूत्रेण केन सूत्रेण तिप् आयाति? लस्य परस्मैपदं लः इति सूत्रेण ल आयाति, अनन्तरं लस्य इति वा लस्य इत्यनेन इत्यनेन तिप्तस्झि आयाति, अनन्तरं तिङ् क्रमयोगः क्रमयोगः तिप् इति आयाति. इदानीं कर्तरि शप् इति तिङ् सार्वधातुकप्रत्ययः अस्ति इति कृत्वा क्रमयोगः शप् योगः तिप् इति आयाति कर्तरि शप् इत्यनेन. अनन्तरं दीर्घसूत्रं भ्राश् भ्लाश् किम् अस्ति तत् भ्राश् भ्लाश् भ्रमु क्रमु इत्यनेन किं भवति इत्यनेन इत्यनेन विकल्पेन श्यन् अपि आयाति, तदेव खलु? आं तावदेव. अस्तु, अतः क्रम् योगः शप् योगः तिप् इत्यस्य इति स्टेप् अनन्तरं क्रमः परस्मैपदेषु इत्यनेन क्रामति इति भवति, तदेव खलु? अस्तु, अनन्तरं दीर्घसूत्रेण श्यन् अपि आयाति, तत्रापि क्रमः परस्मैपदेषु इत्यनेन क्राम्यति इति भवति. आत्मने पदि प्रत्ययः आयाति चेत् तत्र क्रमः परस्मैपदेषु इति सूत्रस्य प्रसक्ति नास्ति, अतः क्रमते क्रम्यते इति एव तिष्ठति. अवगतम्? सत्यं, समीचीनं. तर्हि तत्र आहत्य चत्वारि रूपाणि, विकल्पेन श्यन् भवति, शप् भवति, शप् भवति मूलतः विकल्पेन श्यन् भवति. कुत्र दीर्घत्वम् इति चेत् परस्मैपदिप्रत्ययः अस्ति चेदेव दीर्घत्वम्. उपसर्गः नास्ति चेत् क्रम् धातुः उभयपदी इव भवति, परस्मैपदी अपि भवति आत्मनेपदी अपि भवति विकल्पेन. परस्मैपदी अस्ति चेत् दीर्घत्वं भवति, अतः क्रामति क्राम्यति. आत्मनेपदी अस्ति चेत् दीर्घत्वं न भवति, परन्तु रूपद्वयं भवति, क्रमते क्राम्यते इति रूपम्. अस्तु, लोट् लकारे चत्वारः लोट् लकारे इतोपि रूपाणि भवन्ति. क्राम्यतु क्राम्यतात्. अस्तु, इदानीं तत्र अग्रे सूर्यकुमारी भगिनी पठति वा? अजश्च इति सूत्र यद् अवशिष्टभागः अस्ति तत् पठित्वा समापयामः. आमाम्, आ भगिनि. अचश्च पठतु. अजश्च अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्तं षष्ट्यन्तं षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्। ऊकालो जञ्ज्र स्वादीर्घ स्वादी दीर्घ दीर्घ सन्धिविच्छेदं कृत्वा पठतु। क्षम्यतां भगिनि, सन्धिविच्छेदं कृत्वा पठतु। ऊकालः ऊकालः अजश्र विच्छेदं कृत्वा पठतु। अच स्वदीर्घ दीर्घ कोऽपि तत्र सुमन् भगिनी वदतु तत्र अत्र कथं सन्धिविच्छेदः भवति इति वदतु। अस्तु, ऊकालः तत्र विसर्गसन्धिः अस्ति, ऊकालो इति भवति, अच् इति इदानीम् अच् ह्रस्व मिलित्वा तत्र जष्ट्वं भवति अच्। सो ऊकालः अच् ह्रस्व तत्र परसवर्णसन्धि भवति, हकारस्य स्थाने झकारः आदेशः भवति। विच्छेदक कुर्मः चेत् ऊकालः अच् ह्रस्व दीर्घ प्लुतः इत्युक्ते इदानीम् ऊकालस्य त्रीणि त्रयः कालाः सन्ति, ह्रस्व दीर्घ प्लुतश्च। ह्रस्वः इति अत्र ज्रस्व इति कथं जातम्? परसवर्णसन्धि भवति खलु, हकारस्य सोरि पूर्वसवर्णस्य जयोः अन्यतर। सो तत्र हकारस्य पूर्व चकारः अस्ति, इदानीं चकारस्य च वर्गस्य चतुर्थ वर्णः झकारः आदेशः भवति। झकारात् पूर्वम् इदानीं जकारः अस्ति खलु, जष्ट्वं जातं खलु? न, तत्तु अच् अस्ति, इदानीम् अच् अस्ति, अनन्तरं हकार अस्ति, तत्तु अच् इत्यत्र जष्ट्वं न जायते वा? भवति खलु, सत्यं, जष्ट्वं जायते, तदनन्तरं जयोः नेतरस्याम् इत्येन पूर्वरूपादेशः। अस्तु, पूर्वसवर्णादेशः, अस्तु, समीचीनं। तर्हि सूर्यकुमारी भगिनी कृपया। ऊकालो जस्र ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः, तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः शब्दैः अनुवृत्तिः अनुवृत्ति सहितसूत्रमस्ति। ह्रस्वदीर्घप्लुतैः अचः च अच् ह्रस्वदीर्घप्लुतैः तृतीयविभक्तिः बहुवचनमस्ति, अचः च अच् अचस्य अचस्य इति भवति वा? अच् इति कीदृशशब्दः? अचः प्रथमान्तं भगिनि, अचः इति षष्ट्यन्तं खलु, षष्ट्यन्तं, क्षम्यताम्, अच् अचः भवति षष्ट्यन्तं, च अच् अच् अच् शब्दे अचः इत्यनेन ह्रस्वदीर्घप्लुतैः अच् अर्धः अस्ति, ह्रस्व अच् दीर्घ अच् प्लुत अच् अपि, खलु भगिनि? आम् तत्र हा अच् इत्युक्ते ह्रस्वदीर्घप्लुतः इति खलु? आं भगिनि. तर्हि तत्र सूत्रेषु अस्माकं विधायकसूत्रेषु यत्र यत्र अच्वर्णस्य यत्र यत्र ह्रस्वदीर्घप्लुतः इति उल्लेखः अस्ति तत्र कस्य ह्रस्वदीर्घप्लुतः इति चेत् अच्वर्णस्य. तर्हि अचः स्थाने एव एतादृश आदेशाः भवन्ति इति कृत्वा विधायकसूत्रेषु अचः इति षष्ट्यन्तं पदम् उपस्थितं भवति. स्पष्टीकरणार्थं परिभाषासूत्रमस्ति, स्पष्टीकरणार्थं यत्र विधायकसूत्रेषु ह्रस्वदीर्घप्लुतः इति विधीयते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य स्पष्टीकरोति. तत्र अच्वर्णस्य स्थाने एव ह्रस्वदीर्घप्लुतादेशाः भवन्ति इति. भगिनि, अच्स्वरस्य एव ह्रस्वदीर्घप्लुतः भवितुं शक्यं, व्यञ्जनस्वर व्यञ्जनवर्णस्य न शक्यं. किमर्थं सूत्रं भवितव्यं वा आवश्यकं वा इति तत्र तादृशप्रश्नः तत्र बहुवारं श्रुतं. तत्र किम् अचः इति किम् इति किम् तत्र किमर्थम् उक्तम् इति प्रश्नः खलु? अचः एव इत्युक्ते तत्र तत्र अचः अत्र अस्तु इदानीं प्रतिपादयतु अच्वर्णस्य एव दीर्घत्वं भवति इति वयं जानीमः, परन्तु सूत्राधारणे कथं जानीमः? ह्रस्वदीर्घप्लुतः इति अच्वर्णस्य एव भवति इति कथं जानीमः सूत्राधारेण? व्यञ्जनं दीर्घं भवितुं न शक्यं तस्मात् कथं जानीमः सूत्राधारेण जानीमः कथं जानीमः? भवत्याः सामान्य अवगमनम् अस्ति तत्र व्यञ्जनस्य दीर्घत्वं न भवति इति सामान्य अवगमनं, परन्तु सूत्राधारेण तत् कथं ज्ञायते? न ज्ञायते खलु? न ज्ञायते. तदर्थं सूत्रम् अस्माकं सामान्य अवगमनम् अस्ति व्यञ्जनस्य दीर्घत्वं न भवति इति, परन्तु यः एतादृशज्ञानं यस्य नास्ति सः आगत्य व्याकरणं पठति चेत् तस्य मनसि प्रश्नः भवति व्यञ्जनस्य कस्य दीर्घत्वम् इति प्रश्नः उदेति खलु. तस्य स्पष्टीकरणार्थम् अत्र अचश्च इति सूत्रं कृतम्. यतोहि तदेव सूत्रस्य लक्षणं खलु, सन्देहरहितं भवेत्, असन्दिग्धं भवेत्. यस् यद् सामान्य अवगमनम् अस्ति, परन्तु तादृश अवगमनं कस्यचित् नास्ति चेत् सः कथं जानीयात्? अस्तु, तर्हि तत्र भवती एव अग्रिम अन्तिम वाक्यत्रयं पठतु. अचः तदर्थम् अकः एव खलु भगिनि? किम् अचः? अकार इकार उकार उकार लोकार एव खलु? किमर्थम् ह्रस्वदीर्घप्लुत तदेव? किमर्थं तत्र एकारस्य ह्रस्व एकारस्य दीर्घत्वं नास्ति वा? ह्रस्व नास्ति. हा ह्रस्व नास्ति, परन्तु तत्र दीर्घत्वं कुत्रचित् दीर्घत्वम् इति उक्तं चेत् दीर्घत्वं न भवति वा? ओके, क्षम्यतां भगिनि. अथवा तत्र एकारस्य ह्रस्वत्वं भवतु इति चेत् भवति खलु एकारस्य ह्रस्वत्वम्? अतः सर्वत्र तत्र अचः इत्युक्ते तत्र सर्वेषाम् अच्वर्णानां ग्रहणं तदनुगुणं. यदि ह्रस्वः नास्ति चेत् तर्हि तत्र दीर्घत्वं भवितुमर्हति. यदि कुत्रचित् सूत्रे ह्रस्वः भवतु इति उच्यते तत्र एकारः अस्ति अथवा एच् वर्णः अस्ति तस्यापि ह्रस्वत्वं भवितुमर्हति खलु? अस्तु, मीना भगिनी अग्रे पठतु. मीना भगिनी अग्रे पठतु. धन्यवादः भगिनि. ष्टिवु क्लवु चमु य ष्टिवु क्लवु चमांषिति ष्टिव् क्लं चम् येषां धातुरूपि अङ्गानाम् अचः दीर्घत्वं शितिप्रत्यये परे. सूत्रं पठितमेव, ष्टिवु क्लमु चमां क्षिति इति दीर्घत्वं भवति अत्र ष्टीव्यति क्लां क्लां क्लाम्यति क्षमां छं छां छं दातु क्षितिपरे क्षाम्यति वा तत्र वार्तिकमपि पठितं खलु आङ्गाय इमे धातवः द्वादिगणे पठिताः न तु दिवादिगणे अनेन विशिष्टसूत्रेण ष्यन् इति विकरणप्रत्ययः विहितः ष्यन् अभावे शप् इति सामान्यं भुवादौ कर्तृशप् इति सूत्रेण स्टुक्लमी चमु त्रय धातुत्रयं त्रयं भुवादिगणे एव पठितम् अत्र दिवादिगणे अपि अस्ति विशिष्टसूत्रेण स्टुक्लमीयमांशिति इति दिवादिगणे अस्ति इति सूत्रं वा कः प्रश्नः स्टिवुक्लमुचमां चिति इति सूत्रम् अत्र दिवादिगणे अपि अस्ति इति कारणात् दत्तं वा न न न अत्र आस्ट्रिक्स् अस्ति खलु आस्ट्रिक्स् कुत्र अस्ति उपरि अस्ति उपरि क्लमु ओ क्लमु क्लमु क्लमु विषये इति विषये तत्र उक्तमस्ति तत्र दीर्घत्वं भवति अतः एव क्लां क्लामति इति रूपं भवति परन्तु तत्र विकल्पेन शन् अपि भवति वा ब्राश् भ्रमो वा ब्राश् इति सूत्रेण वा ब्राश् ब्लाश् क्रमो क्रमो क्लमो इति सूत्रेण विकल्पेन शन् अपि भवति शन् भवति अतः रूपद्वयं क्लामति क्लाम्यति इति रूपद्वयं तर्हि अत्र किम् उच्यते इति चेत् ये धातवः अत्र भ्रमो ब्राश् ब्लाश् भ्रमु क्रमु क्लमु इति सूत्रे धातवः उक्तः प्रायेण ते सर्वे धातवः भुवादिगणे सन्ति न तु दिवादिगणे तर्हि अनेन सूत्रेण विशिष्टसूत्रेण श्यन् इति विकरणप्रत्ययः विकल्पेन भवति श्यन् अभावे शप् प्रत्ययः सामान्यतया भवति एव इति उक्तं यदस्माभिः चर्चितं तदेव अत्र क्लमु धातु सृष्टिगु क्लमु चमु स्टिगु क्लमु चमांशिति इति सूत्रेण दीर्घत्वं भवति वा आम् तदेव तत्र रूपद्वयमस्ति खलु क्लामति क्लाम्यते विकल्पेन श्यन्यपि भवति दीर्घत्वमपि भवति अन्तिमवाक्यद्वयं तृक् धातुः तुदादिगणे अस्ति तत्र गुणनिषेधे त्रुटति त्रुट्यति त्रुट् धातु तुदादिगणे अस्ति तत्र गुणनिषेधे त्रुट् त्रोष्ट्यति न भवति वा तत्र गुणनिषेधः कीदृशः गुणनिषेधः इति उक्तवती खलु अतः त्रोट्यति इति न भवति इति भुवादिगणे समग्रं तिङ् सम्बन्धं सावधातुकप्रकरणं चिन्तनं समाप्तम् बहु समीचीनं तर्हि अत्र वाब्राश् इति सूत्रे एकवारं सारांशरूपेण वदामि अत्र सूत्रमस्ति वाब्राश् ब्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः इति ये धातवः अत्र उल्लेखिताः तेभ्यः तत्र शप्रत्ययः भवति विकल्पेन श्यन् अपि भवति तेषु तत्र क्लमु अपि च त्रसि इति क्लम् अपि च त्रस् धातुद्वयं दिवादिगणे अस्ति दिवादिगणे एव मूलतः अस्ति अतः विकल्पेन तत्र शप् भवति मूलतः अस्ति चेत् तत्र श्यन् डिफाल्ट् अस्ति विकल्पेन शप् भवति अन्येषां धातूनां ब्राश् ब्लाश् भ्रम क्रम अनन्तरं त्रुट् लश् एतेभ्यः धातुभ्यः शप् डिफाल्ट् भवति विकल्पेन श्यन् भवति अतः सर्वत्र रूपद्वयं दृश्यते तेषु वयं पश्यामः चेत् धातुद्वयं विशिष्टधातुद्वयं क्रमु इति धातुः विशिष्टः क्लमु इति अपि विशिष्टः क्रमु इति विशिष्टः कः तत्र वैशिष्ट्यं किम् इति चेत् तत्र क्रमः परस्मैपदेषु इति सूत्रेण परस्मैपदीप्रत्ययः अस्ति चेत् दीर्घत्वम् अपि भवति अतः एव क्रामति क्राम्यति इति रूपद्वयं लभ्यते आत्मनेपदीप्रत्ययः अस्ति चेत् तत्र रूपद्वयं लभ्यते परन्तु दीर्घत्वं नास्ति अतः क्रमते क्रम्यते इति रूपद्वयं भवति इति कृत्वा तत्र चत्वारि रूपाणि क्लमु क्लानौ इति धातौ तत्र रूपद्वयं भवति शप्सहितरूपं शन्सहितरूपं विशेषः कः इति चेत् उभयत्र ष्टिवु क्लमु चमांशिति इति सूत्रेण दीर्घत्वं भवति स्वरस्य दीर्घत्वं भवति अतः क्लामति क्लाम्यति इति रूपद्वयं भवति अन्यत्र सर्वत्र विशेषः न कोऽपि विशेषः केवलं रूपद्वयं विकरणप्रत्ययभेदेन शप्रत्ययः शन् प्रत्ययः इति कृत्वा रूपद्वयं भवति अन्यत्र भेदः नास्ति इति तत्र सारांशः अवगतं खलु भगिनि अत्र ष्टिवु क्लमु चमां तत्र क्रम इति किमर्थं न योजितं परस्मैपदेषु एव भवति इति वा क्रम इति अत्र योजयितुं शक्नोति इति वदति वा तस्य सूत्रसङ्ख्या का तस्य अनन्तरमेव अस्ति तर्हि तत्र किमर्थं क्रमु परस्मैपदम् इति विशेषसूत्रम् इति भवत्याः प्रश्नः खलु कार्यं तु समानमेव दीर्घत्वमेव तर्हि तत्र षित् परे तदपि समानम् परन्तु ष्टिवु क्लमु शमां शिति इत्यत्र परस्मैपदे इति नास्ति खलु तत्र सर्वत्र सर्वे धातवः आत्मने परस्मैपदिनः वा तत्र ष्टिव् क्लम् चम् प्रथमवारं श्रुतवती धातवः न अस्माभिः पूर्वं पठितम् अस्मिन् करपत्रे अत्र एव पठितं कुत्र पुस्तके तु कुत्रापि न दृष्टवती एतस्य प्रयोगः तु विरलः एव खलु आम् तर्हि तत्र ष्टिव् क्लम् चम् त्रयः धातवः अपि तत्र परस्मैपदिनः एव तर्हि तु किमर्थं किमर्थं क्रमः परस्मैपदेषु दत्तं परस्मैपदेषु एव अस्ति चेत् किमर्थं सूत्रं क्रमः परस्मैपदेषु इति दत्तं आत्मनेपदेषु न भवति इति कृत्वा न न अत्र ष्टिवुक्लवशमां शिति इति सूत्रस्य विषये तत्र परस्मैपदी एव भवति इति तत्र अत्र करपत्रे दत्तमस्ति रूपाणि तत्रापि दत्तमस्ति वा कुत्र ष्टिवुक्लमु चमु तत्रापि परस्मैपदेषु एव भवति वा तत्र तु परस्मैपदे एव रूपम् अस्ति आत्मनेपदिरूपमेव नास्ति ष्टिवुक्लमु शमां तदेव एतत्तु उभयपदी अस्ति इति कृत्वा तत्र किञ्चित् चिन्तनीयं भवति किमर्थं तत्र एकमेव सूत्रं कर्तुं शक्यते खलु इति प्रश्नः तत्र चिन्तयितुं शक्नुमः भवन्तः अपि चिन्तयन्तु अहमपि पश्यामि किमपि अस्ति वा तत्र इति अत्र क्रह्मधातोः अनुवृत्तिः कुत्रचित् अग्रे भवति वा इति अपि एकः प्रश्नः अस्ति अग्रे क्रमधातोः अनुवृत्तिः कुत्रचित् अस्ति वा इति द्रष्टव्यम् अग्रिमं सूत्रम् इषु गमयमां छः इति तत्र तु नास्ति नास्ति भगिनि परन्तु ष्टिवु क्लमु चमां तत्र प्रायः आत्मनेपदिरूपं नास्ति इति भवती उक्तवती खलु तदेव न न अत्र ष्टिवु ष्टिवु क्लमु क्षमां शिति इति सूत्रे इति इदानीं पश्यतु तत्र ष्टिवु क्लमां शिति इति सूत्रे तत्र समासः अस्ति ष्टिवु क्लमु क्षमः इति समासः अस्ति तत्र एव क्रम अपि योजयामः चेत् तर्हि तत्र ष्टिवु क्लमु चम क्रमाम् इति भवति खलु क्रमां शिति इति भवति तर्हि समासः अस्ति चेत् तत्र सर्वेषां दीर्घत्वं भवतु अतः केवलं तस्य अनुवृत्तिः किमपि नास्ति अन्यत्र इति कृत्वा एकमेव सूत्रं भवितुमर्हति तथापि सूत्रद्वयं कृतम् इति किमर्थम् इति चिन्तनीयम् अहमपि पश्यामि भवन्तः अपि पश्यन्तु प्रश्नः समीचीनः अस्ति अस्तु, इदानीं किञ्चित् अग्रे गच्छामः. अत्र अहं चिन्तयामि तत्र वर्गद्वयं किञ्चित् तत्र अभ्यासः भवतु इति चिन्तयामि. तदर्थं वयं किं कुर्मः इति चेत्, मातुः पुस्तकमस्ति खलु, मातुः पुस्तकं तत्र धातुपाठः प्रक्रियानुसारी अनुसारी पाणिनीयधातुपाठः रूपम् अस्ति तत्र त्वं धातुत आत्मनेपदी रूपम् अस्ति. तदेव क्रम धातु उभयपदी अन्य अन्येषु अन्य अन्ये धातवः पुस्तकं न सन्ति इति मन्ये. न न तथापि तत्र परस्मैपदी इति तत्रैव स्थापयितुं शक्नुमः खलु, तत्रैव स्थापयामः चेत्. परन्तु परस्मैपदी इत्यस्य अन्वयः तत्र न भवति, यतोहि ते धातवः आत्मनेपदी न भवन्ति इति वक्तुमिच्छति खलु. कुत्र अस्ति भगिनि? चमां परस्मैपदीषु क्षिति इति यदि वदामः अष्टादश भगिनि. किम्? अस्तु, तत्र किञ्चित् गृहपाठरूपेण पश्यामः. तत्र किञ्चित् चिन्तनीयं भवति, चिन्तयित्वा अग्रिमसप्ताहे चर्चयितुं शक्नुमः, नो चेत् वर्गस्य अन्ते, नो चेत् अत्रैव स्थगयामः, अग्रे गच्छामः. इदानीं आलुपाठे पेज् 15 मध्ये तत्र पश्यामः. पेज् 15 भुवादिगणः इति अस्ति खलु, ततः आरभ्य पश्यामः. अस्तु, सुमन् भगिनी किं तत्र किमपि उक्तवती खलु, सूत्रद्वयं किम् अर्थं तत् गृहपाठरूपेण कुर्मः इति उक्तवती, पुनः किं करणीयम् इति वदति किम्? न न, अत्र प्रश्नः किमर्थं तत्र नूतनतया सूत्रं कृतं क्रमः परस्मैपदेषु इति किमर्थं कृतं? क्रमः इति पदं पूर्वस्मिन् सूत्रे एव योजयितुं शक्यते खलु. शिवुक्लमु क्षमां शिति इत्यत्र एव क्रम धातुः अपि वयं योजयितुं शक्नुमः खलु. तर्हि किमर्थं पुनः नूतनसूत्रं कृतम् इति प्रश्नः. तावदेव, तत्र किमपि वैशिष्ट्यम् अस्ति वा, किमर्थं नूतनसूत्रस्य आवश्यकता? अस्तु, तत्र पश्यन्ति वा पेज् 15? अत्र उषा भगिनी प्रारम्भं करोतु. भगिनी पुस्तकं किमपि शेर् कर्तुं शक्नोति किं? मम अत्र नास्ति. शेर् कथं कर्तुं शक्नोमि? मम हार्ड् कापि एव अस्ति. प्रायः चित्रं स्वीकृत्य वा किमपि? इदानीं तु न कर्तुं शक्नोमि, अग्रिमसप्ताहे तु कर्तुं शक्नोमि. इदानीं तत्र किञ्चित् फालो अप् कुर्वन्तु. अग्रिमसप्ताहे अहं नास्ति वा भवत्याः पार्श्वे? आं भगिनि, क्षम्यतां भगिनि, ऐ हेव् अदर् दातु रूप नन्दिनी एण्ड् आल्. यु शुड् एवरीबडी शुड् बै दिस् बुक्. मम पुस्तकम् अस्ति किन्तु इदानीम् अहं भारते. अहं जानामि सुमन् भगिनी, भवत्याः विषये अहं जानामि. तत्र अन्येषां कृते अहं वदामि, तत्र सर्वे तत्र कृपया क्रीणन्तु, पुस्तकं क्रीणन्तु, बहु समीचीनम् अस्ति. अत्र वयं सर्वे सर्वदा आन्लैन् एव पश्यामः, तथापि पुस्तकमस्ति चेत् बहु लाभदायकमस्ति. तत् सर्वं सम्यक्तया कृतमस्ति मातृभिः, अतः पश्यन्तु. मम समीपे अस्ति भगिनि. अरुणा भगिनी पठतु तर्हि. पुट पञ्चदश पुट भगिनि. भवादिगणः कर्तरीश तत्तर्थके सार्वजातिके प्रत्यये धातोः शब् भवति. भवादिगणस्य विशेषधातव पृष्ठसङ्ख्या किं भगिनि? उदुपदायाफ्टीन् उदुपदायागोहः उपदायाय उद् उ भवति अजादो प्रत्यये गुण गुः संवर्णे गुः डाक् डाङ्खन चुपान गुः भवति गुहति गुह्यते इति रूपं संवर्णे उपयोगितायाम् इति काशकृत्स्नः अच्छादाने इति स्वामी संवरणम् अच्छादानं स्वीकरो वा न अवगतं भगिनि संवरणे अन्यधातु द्वितीयधातु अस्ति गाङ् गतौ गा इति रूप लौकिकधातु जान अर्थः गा गाते आदादिकोऽयम् इति हरदत्तादयः फले तु न भेदः गाङ् गतौ अस्य रूपाणि अदादिगणे द्रष्टव्यानि तृतीयधातुः श्रवणे श्रुसुनन शृणु शृणोति अत्र धनुतोत्रसूत्रमस्ति श्रुवः श्रु च श्रुवः सन्प्रत्ययो भवति तस्मिन् योगेन श्रुवः श्रु इति अयम् आदेशो भवति स्नुप्रत्ययः येषां रूपाणि सर्वथा चयनार्थक चिङ्वद् भवन्ति नाश्रु स्मृदृशां सनः नादातु श्रु स्मृदृश् इत्येषां सन्नन्त आत्मनेपदयं पदं भवति गुरुं शुश्रूषते गुरु के वचन को सुनने न की इच्छा करता है प्रत्यंग्याम श्रुवः प्रति आं इत्येवं पूर्वात् श्रुणोतेः सन्नन्त आत्मनेपदं न भवति प्रतिशुश्रुषति बदले मे सुनना चाहता है आशुश्रुषति अच्छे से सुनना चाहता है अन्यसूत्रमस्ति अर्तिसृदृशिभ्यश्चेति वक्तव्यम् सम्पूर्वेभ्यः एतेभ्यो अकर्मकेभ्यः आत्मनेपदं भवति संशृणुते दिवि प्रीणने धिन्व प्रश्नकर्ण धिनु दिनोति कृवि गतौ कृण्व जान हिंसाकर्ण कृणु कृणोति हिंसाकर्णायश्च अयं स्वादौ च दिन्वि कृण्योर च दिवि कृवि इत्येतयोर्धातोः उः प्रत्ययो भवति आकारश्च अन्त आदेशः अनयोः रूपाणि तनादिगणे निष्पादनीयानि भगिनि बहु समीचीनं तर्हि तत्र कर्तरी शप् इति सूत्रं वयं जानीमः तत्तु पठितं द्वादिगणे तदनन्तरं विशेषदातवः अत्र मातुः पुस्तके तु क्रमः किञ्चित् भिन्नः अस्ति अस्माकं करपत्रे प्रथमं सामान्यदातवः दृष्टाः तदनन्तरं विशेषदातवः तत्र मातुः पद्धत्यां तु सामान्यतया सा प्रथमं विशेषधातूनाम् उल्लेखं कृत्वा तदनन्तरं सामान्यधातूनां विषये तत्र सा वदति तर्हि तत्र विशेषदातवः उक्ताः उदुपदायाः गोहः इति सूत्रम् अस्माभिः पठितं तत्र गुः संवरणे इति धातुतः तत्र गुः योगः शप् योगः ति अथवा ते अस्ति चेत् उपदायाः दीर्घत्वं भवति ऊदुपदाया गोहः इति सूत्रेण तदस्माभिः दृष्टं संवरणे इति अस्ति खलु धातोः अर्थः गुः संवरणे संवरणे इत्यस्य अर्थः अत्र दत्तमस्ति आच्छादने आवरणम् इत्यर्थः आच्छादनम् अथवा आवरणं कवरिङ्ग् इत्यस्मिन् अर्थे गुः इत्युक्ते कवरिङ्ग् इत्युक्ते टु हैड् सम्थिङ्ग् और् टु कन्सील् आच्छादने इत्यस्मिन् अर्थे अस्ति तदनन्तरं गाङ्ग् गतौ इति धातुः अस्ति तत्र तु गाङ्गतौ अस्य रूपाणि अदादिगणे अदादिको अयम् इति हरदत्तायदाय इत्युक्ते तत्र केचन मन्यन्ते तत्र गाङ्गतौ इति अदादिगणे अस्ति इति मन्यते इति कृत्वा तत्रैव द्रष्टव्यम् अत्र नास्ति तस्य रूपाणि इति तदनन्तरं श्रुश्रवणे इति बहु प्रसिद्धः अस्ति धातुः खलु श्रुश्रवणे तर्हि तत्र शृणोति इति रूपम् अस्ति. तर्हि श्रु इत्यस्य तत्र कथं श्रु इति कथं जातम् इति चेत् तदर्थम् एकं सूत्रमस्ति, श्रुवः श्रु च. तर्हि श्रु धातोः तत्र श्रु इति आदेशः भवति इति कृत्वा तत्र शृणोति इति रूपं लभ्यते. अत्र अस्माकं करपत्रे श्रु धातुः प्रायः तत्र स्वादिगणे स्थापितमस्ति, यतोहि शृणोति इति रूपं दृश्यते इति कृत्वा. तत्र श्रु इति धातुः मूलतः भुवादिगणे एव अस्ति, श्रु धातुः भुवादिगणे एव अस्ति मूलतः. परन्तु श्रुवः श्रु च इति सूत्रेण श्रुवः श्नु प्रत्ययः भवति, अपि च श्रु इति आदेशः अपि भवति. यद्यपि तत्र मूले भुवादिगणे अस्ति, परन्तु तत्र श्नु प्रत्ययः भवति, अपि च श्रु इत्यस्य स्थाने श्रु इति आदेशः अपि भवति, अतः एव शृणोति इति रूपम्. तदनन्तरं तत्र किमुक्तं, ज्ञा श्रु स्मृ दृश्य एतेषां सन्नन्तां सन् प्रत्ययः अस्ति चेत् आत्मनेपदत्वं भवति इति उक्तं. तत्तु इदानीम् अस्माकं प्रासङ्गिकः नास्ति. अनन्तरं प्रत्याङ्ग्यां श्रुवः इति उक्तम्, एतादृश अधिकविवरणं तत्र अन्यत्र न लभ्यते. प्रत्याङ्ग्यां श्रुवः इत्यत्र प्रतियाङ्ग् इत्येतत् इति पूर्वकं श्रु धातोः सनन्तात् आत्मनेपदं न भवति इति तत्र उक्तमस्ति. अतः इति तत्र विशेषः अस्ति, कुत्र सन् प्रत्ययं योजयामः चेत् कुत्र आत्मनेपदत्वं भवति, कुत्र परस्मैपदत्वं भवति इति तदर्थं विशेषसूत्रमस्ति. इत्युक्ते सामान्यतया सन् प्रत्ययः यदा धातुभ्यः विधीयते तदानीं धातोः यः स्वभावः अस्ति तम् आश्रित्य सन् प्रत्ययः परस्मैपदी भवति वा नो चेत् आत्मनेपदी भवति. परन्तु तस्य परिवर्तनं कर्तुं विशिष्टसूत्रं कृतमस्ति. अत्र प्रत्याङ्ग्यां श्रुवः, अनन्तरं ज्ञाश्रु स्मृ दृशाम् इति सन् विषये उच्यते. तदनन्तरम् अर्तिश्रु दृशि दृशिभ्यांश्चेति वक्तव्यम् इत्यनेन सम्पूर्वेभ्यः एतेभ्यः अकर्मकेभ्यः आत्मनेपदत्वं भवति. अतः श्रु धातोः विषये एव सम्पूर्वेभ्यः अस्ति चेत् तदानीं श्रु धातोः सन् शृणुते इति अस्ति रूपं. सम्पूर्वकः अस्ति इति कृत्वा श्रु धातोः आत्मनेपदत्वं भवति, नो चेत् शृणोति इति रूपं. सम्पूर्वकः अस्ति चेत् संशृणुते इति रूपम्. अनन्तरं दिवि क्रीणने इति धातोः दीनोति इति रूपं, क्रिवि गतौ क्रीणोति. तत्रापि सूत्रमस्ति दिन्वि कृण् व्योर्च इति सूत्रेण अनयोः धातोः उ इति प्रत्ययः भवति. यद्यपि दिवि धातुः क्रिवि धातुः द्वादिगणे एव अस्ति धातुद्वयं, तथापि तत्र उ इति प्रत्ययः भवति, अन्तादेशः भवति. अतः एव दिव् योगः तत्र दिव्योगः उ इति प्रत्ययः, अनन्तरं ति दिव् न उ न न दिव्योगः श्नु इति प्रत्ययः, अनन्तरं वकारस्य उकारादेशः भवति इति न न अत्र वस्तुतः दिव् धातुः भुवादिगणे एव अस्ति. तर्हि तत्र किमर्थं श्नु इति प्रत्ययः आगतः? दिवि इति धातुः वस्तुतः दिन्व् इति भुवादिगणीयधातुः, दिवि प्रीणने इति भुवादिगणीयधातुः. तत्र तत्र दिवि इति धातुः, तत्र इदितोनुं धातोः अस्ति, तत्र इदित् धातुः अस्ति, धातुद्वयमपि इदित् अस्ति, अतः नुमागमः भवति. अतः दिन्व् इति भवति, दिन्व् इति भवति, उभयत्र नुमागमः दृश्यते. यतोहि इदित् धातुः दिन्व् कृण्व् इति भवति. तदनन्तरं तत्र अन्तिमवर्णस्य स्थाने उकारादेशः भवति अनेन सूत्रेण, दृन्वि कृण्व्योर् च इति सूत्रेण उकारादेशः भवति. अतः दिनु योगः ति, कृणु योगः ति, अनन्तरं कृणोति तिङ्प्रत्ययं योजयित्वा कृणोति इति रूपम्. इत्युक्ते वस्तुतः प्रत्ययरूपेण आयाति, परन्तु अन्तादेशः अस्ति, वकारस्य स्थाने उभयत्र आयाति इति कृत्वा दिनोति क्रिणोति इति विशिष्टरूपद्वयं लभ्यते. तत्पश्चात् अक्षुधातोः विषये अस्माभिः दृष्टम्, अक्षोण्यतरस्याम् इति सूत्रेण तत्र विकल्पेन तत्र श्नुप्रत्ययः भवति इति दृष्टम्. शप्रत्ययः भवति, श्नुप्रत्ययः भवति, अक्ष्णोति अक्षति इति रूपद्वयं तत्र भवति. एवमेव तनुधातुः विषये अपि अस्माभिः चर्चितं, तनुकरणे तक्षः इति. तत्र तु इदानीं कः शोभाभगिनी पठति वा? आं भगिनि, तनुकरणे तक्षः इति सूत्रस्य अर्थः तक्षु त्वक्षु अर्थः न, तत्र किं भवति इति, तक्षु त्वक्षु तनुकरणे, अस्मात् तनुकरणे तनुकरणेऽर्थे छील्न वर्तमानात् शप् श्नुः एतौ विकरणौ वा भवतः. हा, तत्र पूर्वं दृष्टवन्तः, वदनीयं वा तत्र किम् इति? वदतु वदतु वदतु. हा, तत्र तनुकरणे तत्र एकं विकल्पेन रूपद्वयं भवति विशिष्ट अर्थे इति दृष्टवन्तः. अपि च किमस्ति तत्र इत्युक्ते योगार्थे तत्र तनुकरणे तक्षः इति सूत्रे सूत्रं दृष्टवन्तः. तत्र तनुकरणार्थे एकं रूपं भवति विकल्पेन श्नुप्रत्ययः भवति इति, अतः तत्र तक्ष् योगः तत्र शप् योजयामः चेत् तक्षति इति भवति, नो चेत् श्नु योजयामः चेत् दक्ष्णोति इति भवति. अपि च तत्र अने श्नु प्रत्ययस्य विकल्पः केवलं सामान्यतनुकरणे योगार्थे, इत्युक्ते तत्र रूढार्थे न, योगार्थे एव भवति श्नु प्रत्ययस्य योजनम् इति दृष्टवन्तः. तदा एव तक्ष्णोति इति वक्तुं शक्नुमः. रूढार्थे किमपि अन्यत् अर्थः आसीत् तत्र, इत्युक्ते तत्र अधिवक्ता सन्तक्षति वाग्भिः इति, लायर् कट्स् वित् स्पीच् इति अपि अर्थम् अस्ति, किन्तु तत्तु रूढार्थे अस्ति, तत्र न भवति एतस्य सूत्रस्य प्रसक्तिः. तत् दृष्टवन्तः तत्र. विद्या भगिनी, क्षम्यताम्, अत्र किमपि न श्रूयते, दर्स् अ ह्यूज् रेकेट् गोयिङ्ग् आन्. नगरस्य पर्वः इति किमपि अस्ति, सो दर्स् अ ह्यूज् रेकेट्, किमपि न श्रूयते. अहं क्षम्यतां, लाग् औट् करिष्यामि. अस्तु अस्तु, नास्ति चिन्ता. ऐ डोण्ट् नो, भवती श्रोतुं शक्नोति वा इति न जानामि, बट् इट्स् अ ह्यूज् रेकेट्. अस्तु अस्तु, नास्ति चिन्ता. अस्तु, नास्ति चिन्ता, भगिनी पठतु शोभा भगिनी. तर्हि तत्र तक्षु त्वक्षु तनुकरणे, अस्मात् तनुकरणे अर्थे छील्ना वर्तमानात् शप् श्नुः एतौ विकरणौ वा भवतः तत्र विकल्पेन इति अधुना तत् पठितवती. अग्रे तक्षु तनुकरणे तक्ष छील्ना कष्टपौञ्च्ना तक्ष्णु तक्ष्णोति इति तत्र भवति श्नु प्रत्ययस्य योजनेन विकल्पेन. अपि च तनुकरणं तीक्ष्णीकरणम् इति तत्र तदेव वाक्यस्य अन्तः तत्र अस्तु. तक्ष तक्षति इति शप् योजनेन भवति, तक्ष्णुवन्ति काष्ठम् इति तत्र सन्तक्षन्ति वाग्भिः, तदेव अस्माकं करपत्रे आसीत्, भर्त्सयन्ति इत्यर्थः. तत्र तक्ष्णुवन्ति काष्ठं, तक्ष्णुवन्ति काष्ठं, तत्र काष्ट कम् अस्ति तस्य तक्षणम् इति सन्तक्षन्ति वाग्भिः भर्त्सयन्ति इति अर्थः. तत्र तक्षा तक्षति इत्यस्य कृते तेषु त्रिषु स्थलेषु इति किल भगिनी, तत्र रूढार्थे वा तत्र तत्र सन्तक्षन्ति सन्तक्षन्ति इत्यत्र तु रूढ्यर्थे रूढार्थे तत्र वैकल्पिकरूपं न भवति तत्र न भवति. तक्ष्णुवन्ति काष्ठं तत्र तक्ष्णोति इति तत्तु योगार्थे तत्र भवति. भर्त्सयन्ति भर्त्सयन्ति इत्युक्ते किम् इत्युक्ते सन्तक्षति वाग्भिः इत्युक्ते भर्त्सयन्ति इत्युक्ते इस् ट्रैङ्ग् टु कष्टं कष्टं पौञ्च्ना इति कष्टपौञ्च्ना इति अस्ति खलु. अस्तु तत्र तत्र तत्र न भवति. अस्तु अग्रे तत् भयमस्ति खलु भयः किं भर्त्सयन्ति इत्युक्ते थ्रेटनिङ्ग् इति होल्डिङ्ग् किमपि न श्रूयते भगिनि किं वदति अस्ति वदन्ती अस्ति भवती न श्रूयते. भये भये भवति इति वदन्ति अस्ति किं भर्त्सयति इत्युक्ते टु स्कोल्ड् इव तदेव तत्र टु स्पीक् हार्शिलि वाग्भिः सन्तक्षति इत्युक्ते दट्स् वाट् अ लायर् डस् रैट्. अग्रे पठतु. कमेर्निङ्ग् इति सूत्रं कमु कान्तौ अस्माद् निङ् भवति तत्र दृष्टवन्तः कमु इति तत्र कम् इति नीत्वा निङ् इति प्रत्ययं योजनेन काम् कामि काम् काम् इति क्षम्यतां काम् इति दीर्घः अभवत् तत्र कम् इति तत्र अत उपधायाः इति सूत्रेण उपधायाः दीर्घः भूत्वा निति परे काम् कामि इति भवति अभवत् तत्र तस्य सूत्रस्य प्रसक्तिः आगतः कमेर्णिङ्ग् इति सूत्रस्य अपि च कमु कान्तौ तदेव कम् इच्छाकर्णा इति अर्थः तत्र कामया कामयते तत्र दीर्घत्व भूत्वा कामी इति नूतनधातु कामी इति नूतनधातुः तत्र कामया इति शप् योजनेन कामया इति प्राप्नुवन्तः तस्य आत्मनेपदी कामयते इति रूपं भवति अपि च कान्तिः इच्छा तत्र कान्तौ इति कं धातोः अर्थः कान्तिः इच्छा कान्तिः इच्छा अस्ति चेत् तत्र तस्य विवक्षा अस्ति चेत् इति वा कान्तिः इच्छा इच्छाकरण इच्छाकरण इति अर्थः अस्तु कामो अभिलाषः कामते काम अस्तु काम कामः अभिलाषः अभिलाषस्तर्षः च कामः अभिलाषः तर्षः तर्षः तर्षः इत्युक्ते किं भगिनि तदेव समानार्थकः अस्तु अस्तु कामः अभिलाषः तर्षः इति अमरः अग्रे समीचीनं धन्यवादः भगिनि. इदानीं तत्र पमेला भगिनी अग्रे पठतु. एतावता किमपि नूतनं नास्ति यत् पठितं तदेव तत्र पमेला भगिनी अग्रे गुप्तिचिकिद्य सन् गो गो गुपु निर्दे निर्निन्दायां तिजेः क्षमायां किते व्याधिप्रतिकारे एतेषु वर्तेषु सन् भवति पूर्वमेव एषु वर्तेषु सन् भवति पूर्वं वयं दृष्टवन्तः तत्र त्रया धातूनां सन् विधीयते तस्सन् इत्यस्य अर्थः धातु अर्थे एव विद्यते अपि च लिखितं तत् पठतु एकवारं गुप् गोपने गुप् निन्दाकर्ण घृणाकर्ण जुगुप्स जुगुप्सते गोपने कृत्सनयोरिति मैत्रेयः चुपान लुकान गोपय गोपयति गोपनं रक्षणं गोपयते अग्रे तिच् निशाने तिच् तीक्ष्णकर्ण पैनाकर्ण तितीक्ष तितीक्षिते निशानं तीक्ष्णीकरणं सहनकर्ण धैर्यरक्ना तेजय तेजयति तेजयते कित् हितनिवासे कित् चिकित्साकर्ण चिकित्सा चिकित्सति रोगापनयने च रहना निवासकर्ण केतय केतयति चकारात् सञ्चयपि इति क्षीरस्वामी रोगापायनं चिकित्सा सञ्चये प्रायेण विपूर्वः विचिकित्सा तु संशय इत्यमारः अस्तु तत्र वयं जानीमः सन् प्रत्यय निन्दे इत्यस्मिन् अर्थे एव विद्यते तत् रूपं जुगुप्स जुगुप्सति तत्र वयं जानीमः तत्र यदि सामान्य अर्थी अस्ति चेत् तत्र सन् प्रत्यय न विद्यते अपि च तिज् अत्र निशाने तिज् टु अर्थ अस्ति तीक्ष्णं टु शार्पन् इत्यस्य तत्र अपि सन् विधीयते अत्र सामान्य अर्थ अस्ति इति हा टु शार्पन् इत्यस्मात् तत्र न विधीयते तत्र विधीयते तद् टु एन्ड्यूर् इत्यस्मिन् अर्थे सन् कर्ण तत्र सन् न विद्यते निशाने निशाने इति अस्मिन् अर्थे तु सन् इत्युक्ते तत्र तिजेः क्षमायां सन् प्रत्ययः विद्यते परन्तु सामान्यार्थे तीक्ष्णीकरणम् इति सामान्य अर्थे तु तत्र चुरादिगणेव तत्त्वमस्ति तेजयति तेजयते तेजयति कित् निवासे तत्र चिकित्साकर्ण तत्र चिकित्साकर्ण तत्र सन् विधीयते न हा विदिते इत्युक्ते तत्र वार्तिकमस्ति खलु किते कितेर्व्याधिप्रतिकारे इति अस्ति खलु तर्हि तत्र चिकित्सा इत्यस्मिन् अर्थे सन् प्रत्ययः विधीयते रोग अपनयने च इति उक्तत्वात् सामान्य अर्थः रोग अपनयने संशये अनन्तरं संशये इत्यस्मिन् अर्थे तु तत्र केतयति केतयते इति रूपं रोगापनयनं संशये अपि तर्हि संशये प्रायेण विपूर्वकः भवति वि उपसर्गपूर्वकः वस्तुतः तत्र कितेर्व्याधिप्रतिकारे इति वार्तिकेन सन्प्रत्ययः सर्वेषु अर्थेषु भवति रोगापनयने संशये सर्वत्र भवति परन्तु विशेषतया तत्र प्रसिद्धरूपमस्ति चिकित्सति इति तत्र एव प्रसिद्धरूपमस्ति अतः चिकित्सति इति रूपं सर्वत्र श्रूयते परन्तु संशये अपि भवति संशये कदा भवति प्रायेण वि उपसर्गपूर्वकः अस्ति चेत् संशये भवति अतः एव तत्र विचिकित्सा इति रूपमस्ति तत्तु संशये अस्ति भगिनि क्षीरस्वामी इत्युक्ते किं कश्चन तत्र वैयाकरणः अस्तु तर्हि इदानीं धन्यवादः भगिनि इदानीं तत्र कामयते इति रूपमस्ति खलु तस्य विनय महोदय तत्र सर्वाणि रूपाणि वदति वा कामयते इत्यस्य कामते कामयते सः आत्मनेपदी कामयते कामयेते कामयन्ते कामसे कामयेथे कामयध्वे कामये कामयावहे कामयामहे लोटि ओ लोट्लकार तामिदमन्तं लोट्लकार कामयतां कामयेतां कामयन्तां कामयस्व कामेथां कामयध्वम् कामयै कामयावहै कामयामहै बहु समीचीनं धन्यवादः इदानीम् उषा भगिनी वदतु लङ्गि विधिलिङ्गि आं भगिनि आत्मनेपथे लङ् तयिताम् अन्त अकामयत अकामयताम् अकामयन्त न न द्विवचने किं तयिताम् अन्त अकामयत अकामयेताम् अकामयेताम् अकामयन्त तयिताम् अन्त ताः इतां द्वम् अकामयताः अकामयेथाम् अकामयध्वम् अकामये अकामयावहि अकामयामहि विधिलिङ्ग ईत ईयातां ईरन् अकामयेत अकामयेताम् अकामयेरन् द्विवचने नास्ति ओ सारि सारि आं भगिनि आ नास्ति कामयतया ईत ईयताम् ईरन् सो कामय कामयत कामयेत ईयाताम् ईयाताम् आं भगिनि ईत ईयाताम् ईरन् कामय कामयेत कामयेताम् न न ईयाताम् इति अस्ति खलु ये याताम् ईत ईयाताम् ईरन् आं भगिनि कामयत कामये यातां कामयेरन् आं भगिनि ईत ईयाताम् ईताः कामयेताः कामये यातां कामये द्वं ईतयतम् ईतहीयतम् इद्वम् ईय ईवहि ईमहि कामयेय कामयेवहि कामयेमहि समीचीनम् इति अस्ति इति एवं रीत्या अत्र अस्माकम् अभ्यासः भवति अग्रिमसप्ताहात् तत्र सप्ताहद्वयम् इति चिन्तयामि अतः कृपया तत्र रूपाणि कथं भवन्ति इति मनसि विचिन्त्य आगच्छन्तु तत्र अङ्गं किम् इति वक्तव्यम् अङ्गकार्याणि सन्ति चेत् तदपि वदन्तु अङ्गं किम् अनन्तरं रूपाणि कानि इति झटिति वक्तव्यं तत्र समयः नास्ति अतः झटिति वक्तव्यम् अतः अभ्यासं कृत्वा आगच्छन्तु तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि धन्यवादः